सर्वेभ्यः नमस्कारः, सर्वेभ्यः नूतनवर्षस्य शुभाशयाः। इदानीं प्रार्थनां कुर्मः। वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभ, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। सरस्वति नमस्तुभ्यं, वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। ॐ सहना भवतु, सहनो भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। एणाक्षरसमाम्नाय व्याकरणं श्लोकं तस्मै पाणिनये नमः। माहेश्वराणि सूत्राणि ऐ ऊण् ऋलुक् ऐङ् ऐयौ च अयवरट् नण ञामाङ्गणम झभै घ झष जब गडश खा खा छा ठा था चट तव कपै श सर अल इति माहेश्वराणि सूत्राणि। अस्तु, पारायणं करोति अद्य अरण्यमध्ये भवान् पारायणं करोति वा? द्वितीयाध्यायः प्रथमः पादः। समर्थपरिभाषा, समर्थपदविधिः, शुभामन्त्रे पराङ्गवत्सरे, प्राक्कडारात् समासः, सहसुता, अव्ययी भावः, अभियं विभक्तिसमीपसंवृद्धिभावेयसंवृत्तिसादृश्यसम्पत्तिसाकज्ञातवचने यदा सादृश्ये यावदवधारणे सुप्रदीनामात्रार्थे अक्षाशलाकासङ्ख्याः परिणा विभाषा अपपरिवहरञ्च पञ्चम्या आङ्मर्यादाविरुद्ध्यो लक्षणेनापि प्रति आभिमुख्ये अनुर्यत्समया यस्य चायामः तिष्ठत्तु प्रभृतीनि च काले मध्ये षष्ट्या वा सङ्ख्यावंशेन नदीभिश्च अन्यपदार्थे च संज्ञाया। अस्तु, अत्र अविभावसमासे तत्र विभक्त्यर्थे किम् अव्ययपदं प्रयोगं कुर्मः, कस्य अव्ययस्य प्रयोगं कुर्मः इति कोऽपि वदति वा? अधि अधि समीपार्थे, समीपार्थे उप समीप, अनन्तरं समृद्धिर्थे, समृद्ध्यर्थे, समृद्ध्यर्थे तु सु सु सु समृद्ध्यर्थे सु अनन्तरं समृद्धिवृद्ध्यर्थे विरुद्धर्थे तुस् तुस् दुर् तुस् दुर् न वृद्धर्थे दुर् महोदय विरुद्धि अस्ति दुर् दुर् नास्ति अन्य कोऽपि भवतु एतत् सर्वं निर्व्युध्यते निर् व्युद्धि अर्थाभाव व्युध्यते दुर् एव न दुर् दुस् या दुर् दुस् सत्यम्। अनन्तरम् अर्थाभावः, अर्थाभावः इत्यर्थे निर्रितात् सत्यम्। अनन्तरं अर्थाभाव अत्यय अत्य अर्थे अत्ययार्थे अति अत्ययार्थे अत्ययार्थे अति केवलम् अति अस्ति वा निर्निस् अपि आयाति निर्निस् अत्र त्रीणि अव्ययानि भवितुमः असम्प्रत्यर्थे सम्प्रत्यर्थे आल्सो अति असम्प्रति इदानीं तयोः कः भेदः अत्यर्थे अपि अर्थे कः भेदः अति अत्यर्थे अपि अस्ति असम्प्रति अर्थे अपि अस्ति कः भेदः अत्यर्थे इत्युक्ते किम् असम्प्रति इत्युक्ते किम् विस्मरामि उदाहरणं तदा किञ्चित् अवगमनं भवति यदा उदाहरणेन स्मरामः चेत् सुलभः भवति अतिहिमम् इति उदाहरणम् अतिहिमम् अतिहिमम् अत्यर्थे च तस्य नाशः खलु अत्यर्थे अतिकम्बलम् अतिकम्बलम् अस्ति असम्प्रत्यर्थे अतिकम्बलम् अथवा अतिनिद्रम् इति अस्ति इत्युक्ते इदानीं असम्प्रति इदानीं कम्बलं तस्य प्रयोगः उचितः नास्ति इति अर्थः ओ असम्प्रति अर्थ सम्प्रति न युज्यते असम्प्रति न युज्यते तस्य तस्य कालः नास्ति इति अर्थः अनन्तरं शब्दप्रातुर्भावः शब्दप्रातुर्भावः इति उदाहरणसहितं गोविन्द इति गोविन्दम् इति हरि इति हरि हरि इति शब्दः श्रूयते अस्तु भगिनी भवती एव वदन्ती अस्ति अस्य वदतु इति अस्तु समीचीनं भवती भवती इदानीं गोमती भगिनी भवती वदति वा पश्चादर्थे पश्चादर्थे अनु इति अव्ययम् आयाति अनु पदम् अनन्तरम् इत्यर्थे अनु आयाति अनुपदम् इति उदाहरणम् अनुपदम् अनुपदम् अनुगृहम् अनुमृगम् अनुरामम् अनुमृगम् मृगः अनुमृगम् पश्चादर्थे तस्य पश्चात् इति तदनन्तरं पश्चात् यथा इति शब्दस्य चत्वारः अर्थाः सन्ति ते के इति वदति वा आम् आचार्य अर्हता वीप्सा पदार्थनि निवृत्तिः सादृश्यम् अतिवृत्तिः सादृश्यम् अनु भवान् अहं दृष्ट्वा वदामि अनु आम् योग्यतार्थे अनु इति आयाति रूपस्य योग्यम् अनुरूपम् इति समस्तपदमायाति अनुगुणम् रूपस्य योग्यम् अनुरूपं सत्यम् एवम् अनुगुणं गुणस्य योग्यम् इति भवति तदनन्तरं वीप्सार्थे वीप्सार्थे प्रति इति अव्ययम् आयाति पौनःपुन्य पुनः पुनः इति अर्थे उदाहरणं प्रत्यर्थं प्रत्येकं प्रत्येकमिति पदस्य रूपाणि वदति वा? भिन्ना अस्ति. किमर्थं चेत् एक इति सर्वनामपदमस्ति, अतः पञ्चमीविभक्ते प्रत्येकस्मात् और तृतीयाविभक्ते प्रत्येकेन, पञ्चमीविभक्ते प्रत्येकस्मिन् भवति. सप्तमीविभक्ते प्रत्येकस्मिन्, सप्तमीविभक्ते अदे अन्यतः प्रत्येकम् इत्येव भवति. समीचीनं भगिनि, उत्तमम्. अनन्तरम् अनतिक्रम्य इति अस्ति. अनतिक्रम्य, अनतिक्रम्य इत्यर्थे यथा आयाति. शक्तिं, शक्तिम् अनतिक्रम्य अत्र यथा रूपं भवति. यथा शक्ति, यथाशक्ति एव सर्वासु विभक्तिषु. सत्यं, यथाशक्ति इति सर्वासु विभक्तिषु भवति. समीचीनं. तदनन्तरं सादृश्य अर्थे, सादृश्य अर्थे उपमासम्बन्धि औपम्य अर्थं हरेः सदृश्यं, विष्णोः सदृश्यम् इत्यर्थे स हरि, स विष्णु इति भवति सर्वासु विभक्तिषु. अस्तु, अस्तु, समीचीनं. धन्यवादः भगिनि. धन्यवादः. अरुणा भगिनी भवती वदति वा अग्रे? आं महोदय. आनुपूर्यार्थे क्रमशः इति अर्थः, अनु इति अव्ययप्रयोगं क्रियते अत्र. अनुज्येष्ठम्, अनुकनिष्ठम्, अनुकनिष्ठम् उदाहरणानि ददात्त. योगपद्यार्थे युगप अर्थः अनुकनिष्ठम् अणु आणुपूर्वी इत्युक्ते किम् इति भवती अवगच्छति वा? आणुपूर्व्यं क्रमतः कार्यं करोति, क्रमस्य तत्र क्रमस्य उल्लङ्घनं न भवति. यदा ज्येष्ठः प्रथमं ज्येष्ठं माता अनुज्येष्ठं भोजनं परिवेशयति इत्युक्ते प्रथमं ज्येष्ठम् अत्यन्तं ज्येष्ठं ज्येष्ठाय भोजनं परिवेशयति. तदनन्तरं तस्य अपेक्षया यः कनिष्ठः अस्ति अपरेषां जनानाम् अपेक्षया कः ज्येष्ठः अस्ति तस्य तदनन्तरं भोजनं परिवेशयति. एवं क्रमशः भोजनं परिवेशयति, क्रमम् क्रममपि पालयति, क्रमं पालयति. तदेव अर्थः. आणुपूर्वे इत्युक्ते सीरीस्, सीरीस् मध्ये सीक्वेन्स्, सीक्वेन्स् मध्ये तस्य पालनं भवति, तस्य उल्लङ्घनं न भवति इति अर्थः. तदनन्तरं योगपद्यार्थे, योगपद्यार्थे अर्थमस्ति युगपत् वा समानकाले प्रयोगः भवति. सः इति अव्यय उपयुज्यते, हकारलोपः भवति. तत् उदाहरणं सचक्रं, सचक्रं सीता अपि अस्ति महोदय. किं भगिनि? सः सः सीता, रामः सीता, सः सीता. अस्तु, तत्र स इति कथं तस्य तत्र स सीता इति सीतया इति भवति खलु तत्र विग्रहवाक्यं कथं भवति? सीतया युगपत्, सीतया युगपत् इति भवति, सीतया युगपत्. तत्र किम् अव्ययं भवति? सः इति सः इति अव्ययं भवति. तत्र तदा केन सूत्रेण तत्र सः इति पदस्य सा इति रूपं भवति? अव्ययीभावे च काले भगिनि, अव्ययीभावे च काले इति सूत्रेण तत्र सः इति पदस्य सा इति आदेशः भवति. इदानीं तत्र वयं तत्रैव गतवर्गं समापितवन्तः. तत्र सचक्रम् इति उदाहरणं दृष्ट्वा तत्र पुनः एकवारं पठित्वा अग्रे करेम. भवती एव पठतु योग्यपद्यं नाम. योगपद्यं तत्र सूत्रे योगपद्यार्थे अव्ययम् इति अस्ति. पश्यामि. यस्य पुरतः अस्ति सः पठतु अथवा अरविन्द महोदय भवतः पुरतः अस्ति वा? न महोदय, ऐ एम आल्सो सर्चिंग. सूत्रे 12 भवत्या पुरतः अस्ति वा भगिनी उषा भगिनी? आम् आं महोदय. सूत्रे यौगपत्यर्थे अव्ययं. यौगपत्यं नाम एककालदा युगपत् इति. ओ मै स्क्रीन् चेञ्ज्. When I go and come back, it's I got it. सूत्रे यौगपद्यार्थे यौगपद्यं नाम एककालदा युगपत् इति. युगपद् नाम समानकाले एकत्र भवनम् इत्यर्थः. अत्र सः इति अव्ययस्य प्रयोगः क्रियते. सः इति अव्ययं यौगपद्यविशिष्टसाहित्यार्थे अस्ति. यौगपद्यम् इति वचनेन अन्यस्य अपेक्षा वर्तते, यतोहि द्वयोः एकस्मिन् काले अवस्थानम् आवश्यकम्. यौगपद्यम् इति वदनेन अन्यस्य अपेक्षा वर्तते, यतोहि द्वयोः एकस्मिन् काले अवस्थानम् आवश्यकम्. सचक्रं शङ्खं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्खम् अपि वर्तते इति अर्थः अनुबुध्यते. चक्रेण युगपत् सचक्रम् अलौकिकविग्रहः भवति. चक्रयोगः टायोगः सः इति प्रक्रिया चिन्तनीया. शुडे सेद प्रक्रिया अत्र मूलविषयकः इति वदतु भगिनि महोदय. अत्र मूलविषयः यत् पठितवती चक्रयोगः टायोगः सः इति. न न तावता भवत्या यत् पठितं तत्र विषयः. यौगपद्यं नाम एककालदा युगपत् इति. युगपत् नाम समानकाले लैक् सचक्रं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्खं विष्णुः वर्तते इति वाक्ये शङ्खं युगपत् तत्र उदाहरणं किं? स चक्रं शङ्खं विष्णुः वर्तते इति वाक्ये चक्रेण युगपत् शङ्खम् अपि वर्तते. I took it as two sentences. Chakrena Yugapat. Sa Chankram, Shankam, Vishnuscha, Shavartate. इति प्रयोगः भवितुम् अहं चिन्तयामि. विशेषविशेषणभावः अस्ति अत्र. कुत्र? शङ्कं शङ्कं चक्रं सत्यं सचक्रस्य सचक्रम् इति विशेषणं वा महोदय? अत्र सचक्रं शङ्कम् इत्युक्ते युगपत् शङ्कं चक्रम् अस्ति अस्ति स किरीटकुण्डलम् इत्र अत्र किरीटं कुण्डलं युगपत् अस्ति इति स कुरि स किरीटकुण्डलं मम विशेषभावः नास्ति. अत्र मम संशयः अस्ति स चक्रम् इति अस्ति. चक्रम् इति अविभाव इत्युक्ते अव्ययं पदं. शङ्कम् इति अस्ति तन्त्रं. शङ्कम् इति कीदृशं पदम्? तत्र सचङ्कचक्रम् इति प्रथमभागम् अस्ति सचङ्कं या सचक्रम् एकं यु हेव् टु टेक् बोत् सि वन् इस् एन् अव्ययपद समासः एण्ड् अदर् ईस् ए इण्डिपेण्डेण्ट् वर्ड् बट् द युगपत् केन् बि understood only if both shanka and chakra is said in that sentence. Out of the sentence, the word sachankram, sachakram is an avyapada, whereas shankam is not an avyapada, but the necessity of shanka existing along with chakra is required to become sachakra word to be a samasa pada. Namahodhya. Atra, चक्रेण अस्ति. चक्रेण सह किं वर्तते? चक्रेण सह विष्णुः वर्तते. विष्णु एकनिमिषम्. अत्र स चक्रम् इति एकं पदं, शङ्कम् इति एकं पदं, विष्णुः इति एकं पदं, वर्तते इति एकं पदं. चत्वारि पदानि सन्ति. स चक्रम् इति अविभावपद समास समासेन निर्मितं पदं समस्तपदम् अस्ति. शङ्कं कीदृशं पदं? सामान्यपदं. शङ्कं सामान्यपदं. तस्य प्रसक्तिः अस्ति स चक्रं कृते. इदानीं शङ्कं प्रथमविभक्तौ अस्ति वा कस्मिन् विभक्तौ अस्ति? वर्तते इति कीदृशं क्रियापदम् महोदय? अत्र विष्णुः किं विभक्ति अस्ति? विष्णुः विष्णुः विष्णुः महोदय, इफ् यु रेफर् टु विष्णु, इफ् यु रेफर् टु विष्णुसहस्रनामम् इन् एकनिमिषं. फ्रम् वाट् ऐ अण्डर्स्टुड् ऐ एम् टेलिङ्ग् सशङ्कचक्रं स किरीटकुण्डलं, दीस् आर् द टु वर्ड्स् इन् इट्. इन् दट् वन् सशङ्कचक्रं विष्णुः, स किरीटकुण्डलं विष्णुः. दट् इस् द हौ इट् इस् टु बि अन् ऐ एम् डन् इन् सशङ्कचक्रं. सो युगपत् शङ्कं चक्रं यस्य हस्ते अस्ति सः विष्णुः. सत्यं, तद् अव्ययभावसमासः. हा, तत्र प्रथमं यत् युगपत् वर्तते शङ्केन सह अथवा चक्रेण सह वर्तते सः विष्णुः. तत्र एकनिमिषं एकनिमिषं, पूर्णतया स श्लोकं वदति वा, तं श्लोकं वदति वा? सशङ्कचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सहार वक्षस्थल कौस्तुभस्य नमामि विष्णुं शिरसा चतुर्भुजं. हा, नमामि इति क्रियापदं तत्र. नमामि विष्णुं, नमामि विष्णुं, तदा अहं नमामि, अहम् इति कर्ता, कर्म अस्ति नमामि इति क्रियापदं, तदा तं नमामि, विष्णुं नमामि, तदा स शङ्खचक्रम् इति पदम् अविभावपदं नास्ति. अवगतं वा? तत्र विष्णोः विशेषणम् अस्ति स शङ्खचक्रम्. तत्र बहुव्रीहिसमासः अस्ति. बहुव्रीहिसमासः अस्ति. एकनिमिषं भगिनि, अहं वदामि. तत्र तत्र स शङ्खचक्रं, सकिरीटकुण्डलं, सपीतवस्त्रं सर्वं द्वितीयाविभक्ति एकवचनपदं पदानि सन्ति. तत्र अविभाव इव नास्ति इति अवगन्तव्यं. किमर्थं? क्रियापदं नमामि इति अस्ति, विष्णुम् इति अस्ति, विष्णु इति द्वितीयाविभक्ति एकवचनं. तदा तानि अन्यानि सर्वाणि पदानि द्वितीयाविभक्ति एकवचनं विष्णोः, विष्णुः इति पदस्य, विष्णुम् इति पदस्य विशेषणम् इति अवगन्तव्यम्. अत्र पश्यतु, स चक्रं, शङ्खं, विष्णुः वर्तते. अपि च अत्र पश्यन्तु कृपया, वर्तते इति कीदृशं क्रियापदमित्युक्ते अकर्मकधातुः अस्ति. वर्तते अस्ति, विष्णुः अस्ति इति अर्थः. अस्ति इति क्रियापदं तत्र कदापि सकर्मकः न भवति. अत्र स शङ्खं, स चक्रं, विष्णुः वर्तते इति वदामश्चेत् समीचीनं. स शङ्खं, विष्णुः वर्तते इति वदामश्चेत् समीचीनं. तु स चक्रं, शङ्खं, विष्णुः वर्तते इत्युक्ते तत्र शङ्खम् इति द्वितीयविभक्तिः एकवचनं भवितुं नार्हति. किमर्थं? वर्तते इति अकर्मकधातुः अस्ति, क्रियापद अकर्मकः अस्ति धातु तत्र इति. शङ्खं तत्र कदापि न कर्मपदं भवितुमर्हति. तदा शङ्खम् इति प्रथमविभक्तिः एकवचनमेव भवितुमर्हति. तदा अत्र पश्यन्तु, वर्तते इति क्रियापदं, शङ्खं, शङ्खम् इति प्रथमविभक्तिः एकवचनं, विष्णु अपि प्रथमविभक्तिः एकवचनं. तत्र कर्ताद्वयं न भवितुमर्हति इति कृत्वा तत्र दोषः अस्ति. स चक्रं, शङ्खम् अथवा विष्णु, यदा वदामः स चक्रं, शङ्खं वर्तते अथवा स चक्रं, विष्णुः वर्तते इति वदामश्चेत् समीचीनं भवति. इदानीं चक्रं, शङ्खं, विष्णुः वर्तते इत्युक्ते तत्र दोषः भवति, अवगमनं सम्यक् न भवति. महोदय, किन्तु उत्तरभागे तस्य वाक्ये स्वरूप महोदय लिखितम् अस्ति इति वाक्ये चक्रेण युगपत् शङ्खमपि वर्तते. सत्यं महोदय, तत्र वर्तते इति क्रियापदम् अकर्मकः इदानीम् एवं वदामः, स चक्रं, शङ्खं, विष्णुः च वर्तते इति वदामश्चेत् समीचीनं भवति. तदा तत्र च इति प्रयोगेन किं भवति? विष्णुः भवति, शङ्खं वर्तते, विष्णुः वर्तते, स चक्रं वर्तते इति वक्तुं शक्नुमः. अत्र सचक्रं, शङ्खम् एकवचन विशेषविशेषणभाव विष्णुः इति. न न, तत्र शङ्खम् इति पदं कदापि विष्णोः विशेषणं भवितुम् अर्हति. कथं वा विशेषणं भवितुम् अर्हति? शङ्खं भिन्नं वस्तु अस्ति, विष्णु भिन्नं वस्तु अस्ति. शङ्खम् इति अंशः विष्णोः अस्ति वा? नास्ति खलु. सुन्दरः विष्णुः इति वदति चेत् सुन्दरत्वं तत्र विष्णो वर्तते. शङ्खत्वम् इति किमपि अस्ति वा विष्णौ? अस्तु, भवतु, तद् भिन्न, तत्र भिन्न, अहं भगिनीं पक्ष्यामि तत्र किमर्थम् एवं लिखितमस्ति. भवतु, तद् भवतु, तत्र अग्रिमवर्गे पश्यामः. इदानीं चक्रेण युगपत् इत्येव अर्थः तदा तद् अस्माभिः अवगतं चेत् पर्याप्तम् इदानीम् अस्माकम् इदानीम् अस्मिन् वर्गे तत् पर्याप्तं भवति. अग्रिमवर्गे तस्य उत्तरं किम् इति वदिष्यामि. इदानीं प्रश्नः कः इति अवगतं वा? सर्वदा एतद् अवगन्तव्यम्. यत्र क्रियापदं किं, तदनन्तरं सकर्मकः वा अकर्मकः वा, तदनन्तरं कर्ता, तत्र कदापि एकस्मिन् वाक्ये बहवः कर्तृपदं भवितुमर्हति. इत्युक्ते च इति पदम् उपयोगं कुर्मश्चेत् भवितुमर्हति, अन्यथा न. इदानीं रामः, लक्ष्मणः, इदानीम् अथवा क्रियापदस्य परिवर्तनं करणीयम्. इदानीं रामः अस्ति, रामः अस्ति, रामः लक्ष्मणः अस्ति इति वदति, तत् दोषः अस्ति. रामः लक्ष्मण च अस्ति इति वदामः, अथवा रामः लक्ष्मणः स्तः इति वक्तव्यम्. लक्ष्मणौ स्तः राम, तदेव, रामश्च लक्ष्मणश्च स्तः इति वदामश्चेत् रामलक्ष्मणौ स्तः इति. अतः तत्र रामः लक्ष्मणः अस्ति इति वदामश्चेत् दोषः भवति. तादृश एव, तादृशमेव अस्मिन् वाक्ये अपि अस्ति इति मम चिन्तनम्. अस्तु, भवतु. अस्तु, तत्र विग्रहवाक्यम् अलौकिकविग्रहवाक्ये अस्ति. चक्राटा सः इति अस्ति. युगपत् इति अर्थे सः इति अव्ययम्. इदानीं अरविन्द महोदय, भवानेव तत्र प्रक्रियां करोतु महोदय. सम्पूर्णप्रक्रिया तत्र विशेष अंशान्, केवलं विशेष अंशान् वदतु महोदय. सहचक्र इति रूपं सिद्ध्यति पूर्वनिपात अनन्तरं. तत्र अव्ययीभावे चाकाले इति सूत्रेण सः इति पदस्य हकार अपगच्छति अकालवाचि उत्तरपदमस्ति चेत् इति कृत्वा सचक्रम् सहचक्रम् इति सचक्र सचक्रम् इति भवति. अविभावे च काले इति सूत्रं पठति वा अधोभागे एव अस्ति? आम्, अव्ययीभाव च काले षष्ठमध्यायस्य तृतीयपादस्य एकाशीति नवशति सूत्रम् अव्ययभावसमासे सः इत्यस्य स्थाने सा इति इत्ययम् आदेशो भवति अकालवाचिनि उत्तरपदे. अव्ययीभावे सप्तम्यन्तं च अव्ययपदम् अकाले सप्तम्यन्तं त्रिपदमिदं सूत्रं सहस्य सह संज्ञायाम् इत्यस्मात् सूत्रात् सहस्य सह अनयोः पदयोः अनुवृत्तिः भवति. अलुगुप्तरपदे इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रम् अव्ययीभावे च सहस्य सह अकाले उत्तरपदे. अस्मिन् सूत्रे उत्तरपदं कालवाचिनं पदं चेत् सः स्थाने स आदेशः न भवति, यथा सः पूर्वान्नं इति समासः. पूर्वान्न इति प्रथमतत्पुरुषसमासः अस्ति. तस्य विग्रहवाक्यं पूर्वम् अन्न दिनं पूर्वान्नः सम्पूर्णपूर्वान्नं सः पूर्वान्नम् इत्युक्ते अव्ययीभावचाकाले इति सूत्रस्य प्रसक्तिः अस्ति. यत्र अव्ययीभावसमासे उत्तरपदे काल अकालवाचि शब्दमस्ति चेत् तत्र सहस्य स्थाने सा आदेशः भवति इति सूत्रस्य प्रसक्तिः अस्ति. यदि उत्तरपदे कालवाचि शब्दमस्ति यथा पूर्वाह्नः मध्याह्नः सायाह्नः इति किमपि पदमस्ति चेत् तत्र आदेशः न भवति, सः एव पूर्वरूपे एव तिष्ठति, सः पूर्वाह्नः इति एव रूपं भवति. सत्यं, समीचीनं महोदय. तदा अत्र अस्मिन् प्रसङ्गे सचक्रं अकालवाचि अकालवाचि कृत्वा तत्र सहस्य स्थाने स आदेश भूत्वा सचक्र, तदनन्तर अम्भाव भूत्वा सप्त सर्वासु विभक्तिषु सचक्रम् इति रूपं भवति. अकारान्तपदमस्ति कृत्वा न प्रथमं त्व पञ्चम्या इति सूत्रेण पञ्चमी विहाय सर्वासु विभक्तिषु अम् आदेशः भवति. तृतीया सप्तम्योर्बहुलम् इति सूत्रेण तृतीया सप्तमी विकल्पेन द्वौ रूपौ भवतः. सत्यं, समीचीनम्. अस्तु, अत्र संशय किमपि संशयः कोऽपि अस्ति वा? न महोदय. अस्तु, अस्तु, अग्रे सादृश अर्थे इति अस्ति. सादृश अर्थे तुल्य अर्थे इति तत्र रोहिणी भगिनी भवती पठति वा किञ्चित्? महोदय, अव्ययं विभक्तिसमीप समृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योगवद्य सादृश्य सम्पत्ति साकल्य अन्धवचनेषु इति सूत्रे सादृश्यार्थः. सूत्रे सादृश्यार्थे अव्ययं, सादृश्यं नाम तुल्यत्वं गौणम् इति. अत्र सः इति अव्ययस्य प्रयोगः भवति. सदृशः सख्य सखी अलौकिकविग्रहः भवति. सखी योग टा योग सः इति प्रक्रिया चिन्तनीया. प्रक्रिया यदा सहरि इत्यत्र आसीत् तदैव अत्रापि. सः इति पदस्य पूर्वनिपातः भवति. सः योग सखी इति भवति. इदानीम् अकाले उत्तरपदे परे पूर्वपदे सः इत्यस्य स्थाने स इति आदेशः भवति. एतत् कार्यं भवति अभिभावे च अकाले इति सूत्रेण. सखी इति समस्तपदम् काले तु सः पूर्वाणम्. अव्ययीभावे च काले इति सूत्रं कार्यं न करोति, यतोहि उत्तरपदं पूर्वाणं कालविशेषवाचि शब्दः अस्ति. अतः सः स्थाने स आदेशः न भवति. किञ्चित् वदति वा? सादृश्यार्थे अव्ययं भवति सः. उदाहरणं दत्तं सख्या सः सखि. अत्र प्रक्रिया वदनीयं. वदतु भगिनि, किञ्चित् वदतु. भवती अधिकं न अभ्यासं न कृतवती. अत्र किञ्चित् लोपः भवति. सुबोधातुप्रतियोः टा इति प्रत्ययस्य लोपः भवति. सखीयोगः सः भवति. अत्र पूर्ववदं किम् इति चिन्तनीयम्. अत्र उपसर्जनं पूर्वम् इति सूत्रेण उपसर्जनसंज्ञापदं पूर्वं भवति. अव्ययं विभक्तिसमीपसादृश्य इति सूत्रे अव्ययम् इति पदं प्रथमाविभक्त्या निर्दिष्टं. तस्मात् अव्ययपदं पूर्वनिपातं भवति. सः इति अव्ययं पूर्वपदं भवति. सः योगः सखि सः सखि. अत्र सः इत्यस्य स आदेशः भवति अव्ययीभावे च अकाले इति सूत्रेण. स सखि भवति. स सखी अत्र ह्रस्वनपुंसकप्रातिपदिकस्य इति सूत्रं कार्यं करोति वा? परन्तु सखि शब्दः ह्रस्व एव, तस्मात् तस्य तदनन्तरं सुप् सत्यं, तदनन्तरं सुप् विभक्तियोजनेन किं भवति? सः सखियोग सुप् सुप् इत्यस्य लोपो भवति अभिभावश्च इति सूत्रेण. लुक् भवति सर्वेषु विभक्तिषु सखी एव भवति. सखी एव भवति किमर्थं तत्र अव्ययभाव अतुन्तपञ्चम्याः न कार्यं करोति? अकारान्तः नास्ति, इकारान्तः भवति सखी शब्दः. समीचीनम् इति कृत्वा तादृशम् अस्ति. उत्तमं भगिनि. इदानीं अत्र सदृश अर्थे अस्ति, अग्रे एका चर्चा अस्ति, तद् पठेम. कः पठति? गोमती भगिनी भवती पठति वा? पठामि महोदय. यथार्थत्वेन एव सिद्धे पुनः सादृश्यग्रहणं गुणभूते अपि सादृश्ये यथा स्याद् इति एवम् अर्थम्. यथा अर्थत्वेन एव सिद्धे पुनः सादृश्यग्रहणं गुणभूते अपि सादृश्ये यथा स्याद् इति एव ग्रहणम्. अर्थात् आदौ यथा इति शब्दस्य चत्वारः अर्थाः उक्ताः, तेषु सादृश्यम् इति अर्थे समासः भवति इति पूर्वमेव उक्तम्. अव्ययं विभक्तिसमीपसमृद्धिव्युक्त्यर्थाभावाध्येयस् असम्प्रतिशब्दप्रादुर्भावपश्चात् यथा आनुपूर्वे यौगपद्य सादृश्यसम्पत्तिसाकल्य अन्तवचनेषु अव्ययभावसमासविधायकसूत्रे सादृश्यर्थे पुनः उक्तः किमर्थम्? यदार्थसादृश्यम् अपि च सूत्रस्थं सादृश्यं द्वयोः भेदः कः? इदानीं कः उत्तर क्षम्यतां, प्रश्नः कः इति वदति वा? हा, प्रश्नः एतत् अस्ति, एषः अस्ति, सदृश यथा इति अव्ययपदमस्ति सूत्रे, सदृश इति अपि अव्ययपदमस्ति समासविधायक दीर्घसूत्रे, यथा इति अव्ययपदं सदृश अर्थे अपि तस्य प्रयोगं भवति. अतः प्रश्नः उदेति सदृश अर्थे पदद्वयं किमर्थं भवति? सत्यं महोदय. एकस्मिन् अर्थे किमर्थं पदद्वयं तत्र सूत्रे योजितमस्ति, तस्य प्रश्नस्य अर्थः इदानीम् अग्रे पठतु. अस्य समाधानं यद् यत्र सादृश्यार्थे सादृश्यार्थः गौणः अप्रधानः तत्र अपि समासः भवतु इति कृत्वा पुनः द्वितीयवारं सादृश्यम् इति सूत्रे उक्तम्. यदि वयं वदामः एष अस्माकं मित्रमिव सदृशः अस्ति, तर्हि अत्र सादृश्यं गौणं, सादृश्यवान् पुरुषः प्रधानः अस्ति. यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति, तर्हि तत्र सादृश्यं प्रधानं, सदृशवान् पुरुषः अप्रधानः, एवञ्च सादृश्यं गौणम् अथवा प्रधानं भवति. द्वयोः अवस्थायां समासं कर्तुं सादृश्यार्थे पुनः समासस्य विधानं कृतः सूत्रे. सूत्रस्थं सादृश्यं गौणसादृश्यं सूचयति, यथार्थे सादृश्यं प्रधानसादृश्यं सूचयति. प्रश्नः प्रश्नः वयं जानीमः समाधानम् अस्मिन् पङ्क्त्याम् अन्तवचने अस्मिन् परिच्छेदे अन्तवचने समाधानम् अस्ति. समाधानं यदा चेत् यथा इति सूत्रे भावविधायकसूत्रे यथा इति उक्तं चेत् तत् प्रधानसादृश्यं सूचयति. सादृश्य पदम् अव्ययपदं विधायकसूत्रे वयं स्वीकुर्मः चेत् तत् गौणसादृश्यं सूचयति. सो प्राधान्यं सूचयति यथा अव्ययं, अप्रधानसादृश्यं सूचयति द्वितीयसादृश्य अव्ययपदम्. उदाहरणं दत्तम् अत्र. समित्रम् इति उक्तं चेत् यथा इति अर्थे अपि भवति, सदृश्य इति अर्थे अपि भवति. यथा इत्यर्थे वयं समित्रं वदामः चेत् तत्र मित्रम् इव सदृशः इति अस्ति, तत् उदाहरणं स्वीकरोतु. मित्रमिव सदृशः, मित्रमिव सदृशः, समित्रम् इति समस्तपदं भवति. तथा तत्र यथा इति अव्ययपदं वयं स्वीकुर्मः, तत्र मित्रस्य प्राधान्यमस्ति. मित्रस्य इव अस्ति, मित्रस्य इव, मित्रस्य तुल्यता, मित्रस्य सादृश्यम् उक्तम् अस्ति. द्वितीय मित्रस्य समानता इति उक्तं चेत् तदपि समित्रमेव भवति, परन्तु तत्र मित्रस्य प्रधानता न भवति. तत्र कस्मिन् पदस्य प्रधानं कर्तुं पुनः समास प्रधान गौणसादृश्यम् इत्युक्ते तत्र मित्रस्य समानता. यथा इत्युक्ते तद् मित्रम् इत्यस्य अप्राधान्यं भवति. द्वितीयसादृश्यार्थे भवान् एव वदतु. अत्र उषा भगिनी भवती प्रयत्नं करोति वा, कः अर्थः? सूत्रे सादृश्यम् इति पदं गौणसादृश्यं सूचयति. यथा इति अर्थे सादृश्यम् अर्थस्य पुरुषसादृश्यं सूचयति. पुरुषसादृश्यं पुरुषः प्रधानः पुरुषसादृश्यं प्रधानम् पुरुष इति तत्र व्याकरण पुरुषः नास्ति, अत्र सामान्यपुरुष इति एकः उदाहरणं. सादृश्यवान् पुरुषः, ऐ शुड् से सादृश्यवान् पुरुषप्रधानः. अत्र इत्युक्ते तत्र स्त्री अस्ति चेत् पुरुषप्रधानः इति वदति वा? Yeah, still it's a human being. तत्र तादृशं नास्ति, पुरुष इति ह्यूमन् बीङ्ग्. अत्र प्रधानम् अप्रधानम् इति कथम् अवगच्छामः, कोऽपि वदति वा? मयि मातरं निर्वास न अत्र भिन्न उदाहरणम् अस्वीकरोतु. यत् उदाहरणं द्वयं दत्तमस्ति, तदाधारेण वदतु महोदय. मैने अवगतं तद् वयं वदामि सम्यक् अस्ति वा इति चिन्तनीयं. यत्र एकः वस्तुना गुणानां स्वीकृत्य तस्य सादृश्यम् अन्यवस्तूनि अध्यासते चेत् तत् मुख्यं यदि किन्तु बाह्यगुणानां तुलनं कर्तुं चेत् तत् अप्रधानम् इति मया अवगतं. तत्र यत्र प्रद्युम्ने कृष्णस्य सर्वान् गुणान् दृश्यते तदा एव प्रद्युम्नसहरि इति उच्यते. किन्तु मम मित्र सुरेशः मम रामः इव दृश्यते इति वक्तुं चेत् रामस्य बाह्यरूपम् एव मम मित्रे दृश्यते, किन्तु तयोः भेदः अस्ति इति अवगत्वा एव अहं वदामि मम मित्र राम इव दृश्यते इति. अत्र अस्तु भवतः उदाहरणं तत् स्वीकुर्मः. तत्र तस्मात् पूर्वं यदि वयं वदामः एषः अस्माकं मित्रम् इव सदृशः अस्ति, एषः अस्माकं मित्रम् इव सदृशः अस्ति, तर्हि अत्र सादृश्यं गौणम्. सादृश्यं गौणम् एकनिमिषम् अहं पठामि. तत्र दृश्यं दृक् इति धातु दृश्यते इति बाह्यरूपदर्शनम् एकं वस्तु अस्ति, किन्तु गुणसादृश्यं द्वितीयमस्ति. अत्र महोदय एकनिमिषं, यदि वयं वदामः एषः अस्माकं मित्रम् इव सदृशः अस्ति, तर्हि अत्र सादृश्यं गौणं. गौणम् इत्युक्ते किं? गुण मुख्यं बाह्यसादृश्यं रूपसादृश्यं नास्ति, तादृश अत्र नास्ति. तत्र तर्हि अत्र गुण मुख्यं नास्ति, तादृशं मुख्यं नास्ति, तदेव अर्थः. सादृश्यवान् पुरुषः प्रधानः, सः एव मुख्यः. इदानीं परिशीलय वाक्यं परिशीलयामः. एषः अस्माकं मित्रम् इव सदृशः अस्ति. इदानीं कथं वयं वदामः तत्र सादृश्यं गौणम् इति? इत्युक्ते मित्रमिव इति अस्ति खलु, मित्रमिव अस्ति, मित्रमिव तु तदेव सूचकः अस्ति. तत्र सूचकवाक्यं किं? मित्रमिव इति एव सूचकवाक्यम् अस्ति. इदानीं सदृशस्य सूचकवाक्यं मित्रमिव इति अस्ति. इदानीं कथं वयं निर्णयं कुर्मः प्रधानम् अप्रधानम् इत्युक्ते, अत्र अस्ति इति क्रियापदमस्ति, अस्ति इति क्रियापदमस्ति, तत् पदं केन पदेन सह अन्वयति? एषः सदृशः, एषः सदृशः अस्ति, एषः सदृशः अस्ति. तदा क्रियापदं येन पदेन अन्वयति? सः एव प्रधानः इति वदामः. इदानीम् एषः सदृशः अस्ति इति वाक्यं पूर्णम् अस्ति. इदानीम् एषः अस्माकं मित्रमिव सदृशः अस्ति इत्युक्ते, तदा प्राधान्यता तत्र एषः इति यः पुरुषः अस्ति तस्मिन् पतति. इदानीम् अस्माकं मित्रं यः मित्रम् अस्ति तस्मिन् गौणता पतति. इदानीं द्वितीयवाक्यं परिशीलयामः. यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति इति वदामः, अत्र अस्ति इति क्रियापदं, तदा अत्र कर्तृपदं किं? समानता एव कर्तृपदं. तदा अस्ति इति क्रियापदं समानता इति पदेन अन्वेति. तदा प्राधान्यं किं? समानता इति पदस्य. तदा सदृशस्य प्राधान्यं न तु पुरुषस्य, पुरुषः अप्रधानः भवति इति अर्थः, एवम् अवगन्तव्यम्. ओके, अवगतं वा? आं महोदय. अत्र सर्वदा करणीयम्. एकवारं वदतु, एकवारं. अस्तु, अत्र वाक्यद्वयम् अस्ति भगिनि, उदाहरणद्वयम् अस्ति. प्रथमम् उदाहरणं परिशीलयामः. एषः अस्माकं मित्रम् इव सदृशः अस्ति. प्रथमं किं करणीयं? तत्र अस्ति इति क्रियापदम् अस्ति. अस्ति इति क्रियापदं किं सूचयति? कर्तारं सूचयति. यः कर्ता अस्ति सः एव अस्ति इति क्रियापदं सूचयति. इदानीम् अस्ति इति क्रियापदं तत्र कर्ता, तत्र कारकं पठामश्चेत् कर्तार्थे अस्ति, कर्मार्थे अस्ति इति वदामः. इदानीं पठति इति कर्तार्थे अस्ति, पठति इति पठ्यते इति कर्मार्थे अस्ति. एवम् अस्ति इति क्रियापदं कर्तार्थे अस्ति, कर्तारे कर्तृपदेन अन्वयति. तदा कर्ता कः अस्ति सः एव प्रधानः भवति इति अर्थः. इदानीम् उदाहरणं वदामि. रामः पठति, पाठं पठति. रामः पाठं पठति इति वाक्यमस्ति. पठति इति क्रियापदं कर्तार्थे अस्ति, सः तत्पदं कर्तारं कर्ता यः अस्ति तेन सह अन्वयति. अन्वयति इत्युक्ते तस्य प्रधानता भवति इति अर्थः. कर्ता रामः पठति इत्युक्ते रामः प्रधानः. पाठं पठति, पाठः प्रधा द्वितीयगौणमस्ति तत्र. रामः एव प्रधानः. किमर्थं तत्र क्रियापदं कर्तार्थे अस्ति इति कृत्वा रामः इति पदं यत् अस्ति तदेव प्राधान्यं प्राप्नोति. इदानीं रामेण पाठः पठ्यते इति अहं वदामश्चेत् कर्मार्थे अस्ति, क्रियापदं कर्मार्थे अस्ति. तत्र प्राधान्यं कुत्र भवति इत्युक्ते कर्मणि भवति. कर्मपदं किं? तत्र पाठः इति कर्मपदं, तत्रैव प्राधान्यम् अस्ति. एवम् अत्र एषः अस्माकं मित्रमिव सदृशः अस्ति इति वदामश्चेत् अस्ति इति क्रियापदं कर्तार्थे अस्ति, तदा प्राधान्यं कुत्र भवति? प्रथमाविभक्तौ यत् पदमस्ति तत्र भवति. तत्र सदृशः, एषः सदृशः इति पदद्वयम् अस्ति, तत्रैव प्राधान्यं भवति. तदा पुरुषे यः पुरुषः अस्ति तस्मिन्नेव प्रधानता भवति. इदानीं मित्रमिव इति यत् पदम् अस्ति तत् अप्रधानं भवति, इत्युक्ते गौणं भवति इत्यर्थः. इदानीं यदि वयं वदामः तस्मिन् पुरुषे अस्माकं मित्रस्य समानता अस्ति इति वदामश्चेत् अस्ति इति क्रियापदम् अत्रापि कर्तृपदं किं? समानता. समानता तत्र समानतायाः प्राधान्यं प्रदर्शनार्थं मित्रस्य समानता. मित्रस्य समानता कुत्र अस्ति? तस्मिन् पुरुषे मित्रस्य समानता तस्मिन् पुरुषे अस्ति. तु अत्र अस्ति इति क्रियापदं समानता इति पदेन अन्वयति इति कृत्वा तत्र प्राधान्यं समानता इति पदस्यैव भवति, न तु पुरुषे इति अर्थः. भगिनि संशयः अस्ति वा? न महोदय, इदानीं उषा भगिनि म्यूट्, कृपया म्यूट् मध्ये भवन्तु शब्द. अस्तु, इदानीम् अवगतम् इति बुद्धम् इति अहं चिन्तयामि सर्वैः. अवगतम्, अवगतं महोदय. सादृश्यं गौण्यम् अथवा प्राधान्यं भवति, द्वयोः अवस्थायां समानं कर्तुं सादृश्यार्थे पुनः सा. इदानीं तत्र यथा अग्रे अग्रे तत्र एवं च सादृश्यं गौणम् अथवा प्राधान्यं भवति, प्रधानं भवति, द्वयोः अवस्थायां समानं कर्तुं सादृश्यार्थे पुनः समासस्य विधानः कृतः सूत्रे सूत्रः सूत्रस्थं सादृश्यं गौणसादृश्यं सूचयति, यथार्थे सादृश्यं प्रधानसादृश्यं सूचयति. इदानीं गौणसादृश्यं कुत्र अस्ति? पुष्पा भगिनी वदति वा? एकनिमिषं महोदय, today class whenever I ask people lose the screen somehow whatever reason. yesterday also. महोदय एकवारं वदतु, एक प्रश्नं किं? तत्र सादृश्यं कुत्र वर्तते इत्युक्ते, क्षम्यतां, प्राधान्यं सूत्रे प्राधान्यं सादृश्यस्य प्राधान्यं कुत्र वर्तते, तदनन्तरं गौणत्वं कुत्र वर्तते, गौणसादृश्यं कस्मिन् पदे सूचितम् अस्ति, केन पदेन सूचितम् अस्ति, तदनन्तरं मुख्यं सादृश्यं केन पदेन सूचितमस्ति. समानता गौणपदं सूचयति. सम्यक्. सूत्रे अव्ययविभक्तिसमीप इति सूत्रे किं पदं गौणसादृश्यं सूचयति, किं पदं मुख्यसादृश्यं सूचयति? यथा यथा प्रधानसादृश्यं सूचयति, तद् सादृश्यं गौणं तद् सादृश्यं सूचयति, प्रधानसादृश्यं. सम्यक्. सत्यम्. अस्तु, भवती एव अग्रे पठति वा? यथा ते सादृश्यस्य प्राधान्यं. महोदय, ऐ हेव् टु गेट् इट्. सेम् थिङ्ग् इस् हेपनिङ्ग् अगेन्. लास्ट् अस्तु, विनय महोदय, विनय महोदय, भवान् पठति वा? कुत्र पठामि? अस्तु, पुष्पा भगिनी पठतु. अहं पठामि. विनय महोदय, भवन्तम् अनन्तरं पृच्छामि. म्यूट् करोतु. म्यूट् करोतु. यथार्थे सादृश्यस्य प्राधान्यं प्रद्युम्ने सहरि दरिदृश्यते. दरिदृश्यते अत्र दरीदृश्यते वा दरीदृश्यते वा इति दोषः अस्ति. दरि न किम् अत्र दरिदृश्यते दरी नास्ति, ईकारः नास्ति, ईकारः नास्ति महोदय अत्र. दरिदृश्यते इति यङ्गन्तरूपं. ओ, सेकेण्ड् वन् इस् नाट् करेक्ट्. ईकारः ईकारः एव समीचीनरूपम्. अस्तु अस्तु. दरीदृश्यते दरीदृश्यते इति यङ्गन्तरूपं दृश् धातोः. अस्मिन् वाक्ये सादृश्यम् एव कर्ता अस्ति. कर्ता वाक्ये प्रधानं भवति, अतः अत्र सादृश्यं प्रधानम् अस्ति. सादृशवान् पुरुषः अप्रधानः. अस्तु, सादृश्यस्य प्राधान्यं विवरणं कृतम्. प्रद्युम्ने दृश्यते, दृश्यते इति वदति चेत् पर्याप्तं भवति. दारि दृश्यते इति वक्तव्यं नास्ति. प्रद्युम्ने सहरि दृश्यते. दृश्यते तद् अस्मिन् वाक्ये सादृश्यम् एव कर्ता सादृश्यस्य सहरि सादृश्यमेव सहरि सादृश्यं न महोदय तदेव सत्यम्. हा, सहरि एव कर्ता अस्ति, कर्ता एव वाक्यप्रधानः सहरि, तत्तु सहरि एव प्रधानम् अस्ति. महोदय तत्र कथं भवती अवगतवती तत्र कर्ता सहरि इति? सहरि एकवचने अस्ति. एकवचने अस्ति वा? हा, दृश्यते. तत्तु अकर्मकधातु न तत्र अत्र कथम् अकर्मक भवति इदानीम्? अकर्मकः इति कथं निर्णयं कुर्मः इदानीं? सकर्मकः अकर्मकः कथं निर्णयं कुर्मः इदानीम्? उदाहरणं स्वीकुर्मः. रामः पाठं पठति, रामः पाठं पठति. इदानीं पठति इति धातु कर्मं विना भवितुम् अर्हति वा? रामः पठति वदामः, कर्मम् अपि वक्तुं शक्नुमः. पठति पाठम् इति पदेन वक्तुं शक्नुमः. इदानीं दृश्य पश्यति, किं पश्यति इति प्रश्नं करोमि चेत् दूरदर्शनं पश्यति इति कर्मपदं वा? तदा कथं वा अकर्मकः? सकर्मक एव, दृश्यधातोः सकर्मकः. पश्यति इति तस्य कर्तृप्रयोगः, कर्तरि अर्थः, कर्मार्थे दृश्यते इति भवति. कर्मार्थे अत्र दारि दृश्यते, अहं चिन्तयामि तत्र कर्तार्थे एव अस्ति इति कृत्वा सहरि इति कर्ता अस्ति इति अवगन्तव्यं. प्रथमाविभक्तौ अस्ति, तत्र एकवचन द्विवचन बहुवचनस्य प्राधान्यं नास्ति. अत्र दृश्यते यद्यपि तत्र एकवचने अस्ति, तत्र सहरि इति पदं प्रथमाविभक्तौ प्रयुक्तः अस्ति इति कृत्वा कर्ता इति वक्तव्यम्. ओ ओ ओ तत्र पद्युम्ने सप्तमी भक्ति अस्तु. तत्तु सहरि एव सादृश्यं, सहरि एव सादृश्यं, सादृश्यं प्रधानम् अस्ति. तत्र अत्र कः सदृशः इत्युक्ते प्रद्युम्नः एव सदृशः अस्ति, प्रद्युम्नः एव हरि इव अस्ति, हरि इव अस्ति. इदानीं कः हरि इव अस्ति, प्रद्युम्नः एव हरि इव अस्ति, तु वाक्ये कुत्र प्रधानता वयं दद्मः इत्येव आशयः. इदानीं प्रद्युम्नः प्रद्युम्न हरि इव अस्ति, तत्तु सत्यं, सिमिलारिटि इस् देर्. तु तत्र वाक्ये कुत्र प्रधानता वयं दद्मः, तदेव भेदः. अत्र अस्मिन् प्रद्युम्ने स हरि दारि दृश्यते इत्यत्र वयं प्रद्युम्नः यः अस्ति तस्य प्रधानता न दद्मः, तस्य पदस्य प्रधानता न दद्मः. तत्र सहरि इति वदनेन तत्र सादृशः सादृश्यं सूचितं सूचयति यत् पदं तत्र प्राधान्यं दद्मः. तत्र पदस्य एव प्राधान्यं, तस्य पदस्य प्राधान्यं दद्मः इत्येव अंशः. इदानीं यः सदृशः अस्ति इत्युक्ते प्रद्युम्नः सदृशः अस्ति, तत्र वाक्ये कस्य पदस्य प्राधान्यं दद्मः तदेव आशयः, तत्र एव भेदः अस्ति. तत्तु प्रद्युम्नः प्राधान्यं न भगिनि, तत्र इत्युक्ते कस्य पदस्य प्रद्युम्न इति पदस्य प्राधान्यं दातुं चिन्तयामः वा इति, अथवा सदृशादृश्यस्य प्राधान्यं तत्र वि वुड् लैक् टु हैलैट् द गुण आफ् सिमिलारिटि आर् द पर्सन् दट् इस् द डिफ़रेन्स् विच् वन् वि वुड् लैक् सहरि सहरि इस् सादृश्यं वि आर् गिविङ्ग् वि आर् हैलैटिङ्ग् दट् सिमिलर् द कान्सेप्ट् आफ् सिमिलारिटि दट् इस् वाट् इस् बीङ्ग् हैलैटेड् दट् इस् वाट् वि वाण्ट् टु हैलैट् मोर् तादृशवान् पुरुषः तादृशवान् पुरुषः प्रद्युम्नः तादृशवान् अप्रधानः अस्ति सः अप्रधानः अस्ति अग्रे विनयमहोदय सूत्रे स्थितस्य सादृश्यस्य भगिनी विनयमहोदय पठतु भवान् एकनिमिषं भगिनी अनन्तरं पृच्छतु अहमेक किञ्चित् संशयः परन्तु संशयः नास्ति यदि हिन्दीभाषायां वयम् परिवर्तनं कुर्मः तर्हि प्रद्युम्ने स हरिः दरीदृश्यते अतः अर्थः प्रद्युम्न मे स हरिः दिखता है द हरि हैज टू बी द वन हू हैज टू बी द कर्ता ओवर हियर व्हेन सहरी कर्ता देन इन सहरी इज द वन प्राधान्यम इदानीं वदतु महोदय सहरी इत्युक्ते किं हरि वा हरि बिना अस्ति सहरी इत्युक्ते किं न सहरी इज ए समास अस्ति सो सहरि इत्युक्ते हरि इव इति खलु हरि एव सादृशः अस्ति खलु तत्र प्रद्युम्नः हरि इव सादृशः अस्ति सदृशः अस्ति इदानीं सहरिपदेन सहरि इति पदेन किं भवता अवगतम् सहरि समास अस्ति परन्तु हरि एव हरेः सादृश्यम् इति अस्ति खलु सहरि इत्युक्ते हरेः सादृश्यम् इति अर्थः इदानीं सहरि इत्युक्ते किं हरेः सादृश्यं प्रद्युम्ने स हरेः सादृश्यं दारिदृश्यते इति वदामश्चेत् तत्र हरेः सादृश्यम् इत्युक्ते सादृश्यमेव प्राधान्यमस्ति सो द इम्पार्टेण्ट् गिवन् टु इस् नाट् गिवन् टु हरि बट् द सिमिलर् द गुण आफ् सिमिलारिटि द सिमिलारिटि प्रिडोमिनेंट ओवर हियर नॉट द पीपल बट सिमिलारिटी Hari is not taking, is not giving importance, but the guna of similarity given importance. True, absolutely. Ata agre, sutre sitasya sadrishyasya vishaye tu sadrishya sadrishya yuktasya pradhanyam सहरि प्रदुम्नः गुणवान् आसीत् सहरि प्रदुम्नः गुणवान् आसीत् अतः अन्यवाक्य अस्ति सहरि प्रदुम्नः गुणवान् आसीत् अस्मिन् वाक्ये प्रद्युम्नः यः कर्ता अस्ति सः एव प्रधानः अस्ति प्रदुम्नः हरि एव सदृश अस्ति सदृशं गौणं प्रद्युम्नस्य प्रधानता अस्ति अत्र अत्र प्रद्युम्नः प्रधानतः यतः प्रद्युम्नः हरिः एव सदृशः अस्ति अस्ति अस्ति अयम् आयाति तर्हि एव सकर्मक भक्ति वा न किं महोदय न अवगतम् प्रद्युम्नः हरि एव सदृश अस्ति अतः प्रद्युम्नः प्राधान्यं यतः प्रद्युम्नः हरि एव सदृश अस्ति प्रद्युम्नः अस्ति यदि प्रद्युम्नः अस्ति तर्हि प्रद्युम्नः प्राधान्यम् अत्र अत्र सदृशता इशु नास्ति परन्तु प्रद्युम्नः प्राधान्यमस्ति यथा प्रद्युम्नः अस्ति प्रद्युम्नः अस्ति अस्ति प्रद्युम्नः सम्बन्धे अस्ति अतः प्रद्युम्नः प्राधान्यम् अत्र मम एकः प्रश्नः अस्ति इदानीं वाक्यद्वये अपि प्रद्युम्नः सदृशः वा न वा प्रथमवाक्यं तत्र प्रद्युम्ने सहरि दृश्यते सहरि गुणवान् प्रद्युम्ने वाक्यद्वये प्रद्युम्नः सदृशः वा न वा न प्रद्युम्ने सहरि दरीदृश्यते अतः कर्मणि भावः अस्ति अत्र प्रद्युम्ने सहरि दरीदृश्यते दरीदृश्यते अपि क्रियापदम् अस्ति परन्तु कर्मणि क्रियापदम् अस्ति अहं न जानामि सम्बद्धः कः परन्तु प्रद्युम्ने सहरि दरीदृश्यते अतः प्रद्युम्नः प्रद्युम्नः प्रद्युम्नः अपि च क्रियापदं सम्बन्धः नास्ति सत्यं क्रियापदेन सह सम्बन्धः अत्र नास्ति तत्र द्रष्ट अधिकरणम् अस्ति इति अहं चिन्तयामि द्रष्टव्यम् अथवा विजयसप्तमी भवितुम् चिन्तयामि एव प्रथमा विभक्तौ अस्ति इति कृत्वा सः प्रधान्यः अत्र सहरि प्रद्युम्नः गुणवान् आसीत् इत्यत्र प्रद्युम्नः प्रथमविभक्तौ अस्ति इति कृत्वा तत्र द्वितीयवाक्ये तत्र प्रद्युम्नः प्राधान्यं वहति प्रद्युम्न इति पदं प्राधान्यं वहति कर्ता अस्ति कर्तृपदमस्ति इति कृत्वा इदानीं उदाहरणद्वये अपि प्रद्युम्नः सदृशः न वा हरिसदृशः वा न वा एकवारं वदतु भवान् प्रद्युम्नः हरि अस्ति वा न वा वाक्यद्वये अपि प्रद्युम्नः अस्ति वाक्यद्वयं द्वये अपि प्रद्युम्नः हरि इव एव अस्ति तत्र संशयः मास्तु इत्युक्ते प्रद्युम्नः हरि इव अस्ति तत्तु सत्यम् इदानीं कुत्र प्राधान्यं दातुं वयम् इच्छामः इत्येव अंशः तत्र भेदं साधयति इत्युक्ते वयं प्रद्युम्नम् इति पदम् अथवा यः अस्ति तस्य प्रधानता प्रकटयितुं वयम् इच्छामश्चेत् तदा सः हरि प्रद्युम्नः गुणवान् अस्ति इति वदामः इदानीं सदृशम् इति गुणः अस्ति तस्य प्राधान्यं वयं प्रदर्शयितुं चिन्तयामश्चेत् तदा वयं वदामः प्रद्युम्ने सः हरि दारिदृश्यते इति वदामः तदेव भेदः अहम् अवगतामि, परन्तु एक अन्य वस्तु वदामि. Emphasis is where? तदेव अस्ति एम्फसिस् इति. Where's the emphasis is the question. Tari drishyate jo hai, then that's the way we come to. That's the basis of that. Yeah, I'm sorry, I have to speak in English, but that's the best I knew. Atra asmakam adhikam samskrita bhashayah padani vocabulary nasti kalu iti krutva tatra madhya madhya angla bhashayah prayogha kurmaschet avagamana samyak bhavati. Tadeva asmakam mukhya ashaya asti avagamana. माता पुष्पा अपि पुस्तकानि हिन्दीभाषायां लिखितवान्, संस्कृत अपि च हिन्दीभाषा. अतः यु नो कोऽपि संशय वा चिन्ता नास्ति. आङ्ग्लभाषा अहं कोऽपि सहायं कर्तुं न इच्छामि, परन्तु हिन्दीभाषा सम्यक् भवति यदि विषयः अपेक्षितः. अस्तु महोदय, अत्र अस्तु, अत्र मया बहिः गन्तव्यम् अद्य, अत्र स्थगयामः. अग्रिमवर्गे तत्र सम्पत्त्यर्थे इति अस्ति, तस्मात् पठेम, अत्र स्थगयामः. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. प्रश्नाः सन्ति चेत् पृच्छन्तु.